गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र स्नेहः स्नेहः अन्यतमः गुणः स्नेहः पिण्डीभावं प्रति कारणम् अपि तत्र पिण्डीभावं तत्र पुनः तत्र किं तत्र चूर्णादि पिण्डीभावस्य हेतुः अस्ति अपि गुणः अपि अस्ति स्नेहः जले एव भवति इति वयं दृष्टवन्तः अतः तत्र स्नेहः पिण्डीभावं प्रति कारणम् इति वयं दृष्टवन्तः तत्र गतवर्गे स्नेहः इति गुणः पिण्डीभावं प्रति कारणं पुनः पिण्डीभावं तत्र धारण आकर्षण इत्यादि तत्र चूर्णादिषु अथवा पिष्टराशौ तत्र धारण आकर्षण इत्यादिकं भवति अतः तत्र स्नेहः तस्य कार्यं पिण्डीभावः पुनः पिण्डीभावस्य कार्यमस्ति धारण आकर्षणः इति एतत् वयं गतवर्गे दृष्टवन्तः किन्तु तत्र किमस्ति तत्र स्नेहः पिण्डीभावं प्रति कारणं तु अस्ति वयं किं चिन्तितवन्तः तत्र पिण्डीभावः विलक्षण पिण्डीभावः इति विलक्षणसंयोगः पिण्डीभावः विलक्षणसंयोगः नाम विशिष्टसंयोगः गुणः पिष्टराशौ समवायने अस्ति अहम् उक्तवान् स्नेहः अपि तत्र पिष्टराशौ समवायने अस्ति इति तथैव दोषः आसीत् नाम स्नेहः केवलं जले एव वर्तते अतः स्नेहः साक्षात् पिष्टराशौ नास्ति वयं दृष्टवन्तः नाम तत्र पिण्डीभावः कदा भवति यदा पिष्टेन सह जलस्य संयोगः नाम तत्र जलम् अपि तत्र भवेत् नो चेत् तत्र पिण्डीभावः नास्ति अतः तत्र जलस्य अस्तित्वम् उपस्थितिः अपेक्षितः अस्ति अतः तत्र स्नेहः साक्षात् तत्र जले एव अस्ति तदनन्तरं परम्परासम्बन्धेन पिष्टराशौ अस्ति इति अतः एव अत्र इदानीं तत्र स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इति अस्माकम् अद्यतनविषयः अस्तु तर्हि तत्र इतः परं यत् वयं दृष्टवन्तः गतवर्गे नाम स्नेहः पिण्डीभावः धारण आकर्षण तस्मिन् विषये कोऽपि प्रश्नः अस्ति वा तत्र लक्षणवाक्यं कीदृशं कथं करणीयं नाम तत्र परत्वम् इति तस्य लक्षणवाक्यं यथा अस्ति तथैव स्नेहस्य अपि तत्र वाक्यं भवति लक्षणवाक्यं किन्तु अत्र गुणत्वमपि तस्य आयोजनीयम् अस्ति इति वयं दृष्टवन्तः नाम गुणत्वमपि अस्ति अपि कारणत्वमपि अस्ति लक्षणे अतः लक्षणे दलद्वयम् अस्ति गुणत्वमिति एकं दलम् अपि कारणत्वम् इति अस्तु अतः तत्र अग्रे तर्हि गच्छामः तर्हि तत्र स्नेहः पिण्डीभावं प्रति निमित्तकारणम् तत्र वयं दृष्टवन्तः तत्र आरम्भे वदामि नाम तत्र वयं कारणानि वयं अनेकानि भवन्ति एकस्य कार्यस्य नाम घटस्य घटः कार्यं घटस्य उत्पत्तेः तत्र प्राक् तत्र कारणसामग्री भवेत् कारणसामग्री नाम तत्र कपालद्वयम् अपि कपालद्वयसंयोगार्थं तत्र जलम् अपि तत्र चक्रं कुलालः दण्डः कालः अपि तत्र देशः नाम स्थलमपि अपेक्षितम् अपि ईश्वर इच्छा तत्र ईश्वर इच्छा ज्ञानम् ईश्वरज्ञानं दिक् कालः एतत् सर्वं सामान्यकारणं नाम सर्वेषां कार्याणां प्रति कारणं भवति नाम ईश्वर इच्छा एतत् सर्वं देशः कालः दिक् इत्यादि विशिष्ट नाम तत्र असम् तत्र सामान्यकारणं विहाय तत्र विशेषकारणं नाम तत्र समवायिकारणम् इति दृष्टवन्तः असमवायिकारणमपि दृष्टवन्तः असमवायिकारणं तत्र द्वैविध्यं भवति अपि यत् कारणमस्ति किन्तु समवायिकारणं नास्ति असमवायिकारणमपि नास्ति तत् निमित्तकारणम् इति वदामः अत्र समवायिकारणस्थले वयं दृष्टवन्तः तत्र कारणं तादात्म्यसम्बन्धेन समवा अधिकरणे स्थित्वा समवायसम्बन्धेन तत्र कार्यं जनयति अपि असमवायिकारणे तत्र कारणम् अपि तत्र कार्यं तत्र सम तत्र तयोः तत्र अवच्छेदकसम्बन्धः भवति समवायः इति वयं दृष्टवन्तः यत्र तत्र कारणं तादात्म्यसम्बन्धेन नास्ति अपि समवायसम्बन्धेन नास्ति तत्र प्रायशः निमित्तकारणम् इति वक्तुं शक्नुमः अत्र तथैव अत्र अस्ति अस्तु अपि तत्र वयं जानीमः कारणं भवति चेत् तत्र निकषत्रयमस्ति कोऽपि वद कापि वदति वा तत्र निकषत्रयं किम् अस्ति कारणं यत्किमपि एकं पदार्थं प्रति कारणं भवति चेत् तर्हि तत्र अस्माकं नियमत्रयम् आसीत् कार्याधिकरणे स्थातव्यं तेन कार्याधिकरणे सर्वदा स्थातव्यं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् हा उत्तमं भगिनि हा तर्हि समानाधिकरणीयं कार्यमपि कारणं तयोः समान अधिकरणं भवति अपि कार्यस्य उत्पत्तेः पूर्वक्षणं कारणं तस्मिन् अधिकरणे भवेत् सर्वदा भवेत् इति तत्र अर्थः कः सर्वदा नाम कार्याधिकरणे कार्योत्पत्तेः पूर्वं यावत् आवश्यकं तावदेव न तु सर्वदा एव न सर्वदापि अपेक्षितं सर्वदा नाम हा सर्वदा नाम तत्र पूर्वक्षणे इति काले सर्वदा इति काले इति एव सर्वदा किन्तु नाम यदा यदा घटस्य उत्पत्तिः भवति तस्मात् प्राक् घटस्य कारणं नाम कपालः कारणमिति वक्तुमिच्छामश्चेत् घटस्य उत्पत्तेः प्राक् तत्र कपालः भवेत् केवलम् एतस्य घटस्य कारणमिति न यदा यदा घटस्य उत्पत्तिः भवति तदा तदा घटस्य उत्पत्तेः प्राक् कपालः भवेत् नाम सर्वदा नाम यदा यदा अत्र सर्वदा नाम यदा यदा आवश्यकं यदा एतत् कार्यं नाम घटः इति कार्यं चेत् इदानीं घटस्य घटं निर्मातुम् इच्छामः कपालः अस्ति श्वः पुनः निर्मातुम् इच्छामः पुनः तत्र कपालः भवेत् अतः सर्वदा नाम यदा यदा घटस्य उत्पत्तिः भवति तदा तदा यदा तदा वक्तुं शक्नुमः हा इति अस्ति किन्तु वन् प्रति अस्ति किल आचार्य यदा एकदा इति पदस्य वन्स् अपि इति अस्ति किल सर्वदा आल्वेस् इति नाम केवलं तस्मिन् स्थले सर्वदा भवेत् इति नास्ति नित्यं भवति इति नास्ति किन्तु यदा यदा घटस्य उत्पत्तिः भवति तदा तदा तत्र कपालस्य उपस्थितिः भवेत् इति समीचीनं भगिनि हा अतः तत्र निकषत्रयं हा अस्तु इदानीं तत्र स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इति अस्ति अस्तु तर्हि नीता भगिनी आरम्भं करोति वा चन्द्रमति भगिनी नमस्कारः खलु स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इह तादृशपिण्डीभावः विलक्षणसंयोगरूपः समवायेन पिष्टे वर्तते स्नेहस्तु समवायेन जले विद्यमानः स्वाश्रयसंयुक्तत्व सम्बन्धेनैव परम्परारूपेण पिष्टे भवति। स्वं स्नेहः स्वाश्रयः जलं स्वाश्रयसंयुक्तं पिष्टं तादृशसंयुक्तत्वं पिष्टे इति स्नेहनिष्ठकारणतावच्छेदकसम्बन्धः स्वाश्रयसंयुक्तत्वरूपः। पिण्डिभावनिष्ठकार्यतावच्छेदकसम्बन्धः तु समवायः। अतः स्नेहः पिण्डिभावं प्रति निमित्तकारणं भवति। अत्र कथं तत् स्नेहः पिण्डिभावं प्रति निमित्तकारणं तादृश विलक्षणसंयोगसमवायेन पिष्टे वर्तते। हा, अधुना पिष्टे पिण्डिभाव पिण्डिभावः इति कार्यम् इति वदामः चेत् तत् तत् कुत्र वर्तते? पिष्टे वर्तते समवायसम्बन्धेन वर्तते। पिण्डिभाव इति विलक्षणसंयोगरूप इत्युक्ते अन्यतमसंयोग यथा वयं दृष्टवन्तः तत् पिण्डे पिष्टे समवायसम्बन्धेन वर्तते। अधुना अत्र स्नेहः अपि कारणं। स्नेहः कुत्र वर्तते? स्नेहः जले वर्तते, तदपि समवायसम्बन्धेन वर्तते। स्नेहः अपि जले समवायसम्बन्धेन वर्तते। अधुना स्नेहः स्वाश्रय वयं कथं जानीमः तत्र स्नेहः जले वर्तते इति? इत्युक्ते तत्र यदा तत् उदाहरणे गोधूमपिष्ठराशेः उदाहरणे यदा सः जलेन असंयुक्तः तत् राशि तदा यदा सः जलेन असंयुक्तः तदा तस्य तत्र एकत्रीकरणं तत्र न भवति। अतः तत्र अत एव तत्र लक्षणे अपि तत्र निवेशितमस्ति जलमात्र वृत्तित्वम् इति खलु जले एव वर्तते इति। समीचीनं। स्नेहः तु समवायेन जले विद्यमान स्वाश्रयसंयुक्तत्वसम्बन्धेन एव परम्परारूपेण पिष्टे वर्तते। अधुना पिण्डिभावः समवायसम्बन्धेन पिष्टे वर्तते, स्नेहः समवायसम्बन्धेन जले वर्तते। तत् अधुना स्नेहः पिष्टे कथं वर्तते? अत्र सम्बन्धस्य नामकरणं तत्र स्वाश्रयसंयुक्तत्वसम्बन्ध सम्बन्धेन परम्परारूपेण पिष्टे भवति। तत्र साक्षात् न दृश्यते परन्तु तत् स्वाश्रयसंयुक्तत्वसम्बन्धेन पिष्टे परम्परासम्बन्ध परम्परारूपेण वर्तते, न तु समवायः। प्रश्नः, स्नेहः जले अस्ति अपि पिण्डिभावः पिष्टे अस्ति, पिण्डिभावः अपि समवायेन पिष्टे अस्ति, स्नेहः अपि समवायसम्बन्धेन जले अस्ति, किमर्थं तत्र स्नेहः पिष्ठे भवेत् इति इच्छामः? किमर्थं स्नेहः पिष्ठे भवेत्? तत् इत्युक्ते तत्र स्नेहः इत्युक्ते स्नेहकारणात् एव तत्र पिण्डिभावम् इत्युक्ते तत्र अधुना गोधूमपिष्ठराशे उदाहरणं तत्र स्नेहः जले वर्तते, अधुना स्नेहः जले वर्तते अतः तेव तत्र एकत्रीकरणं दृश्यते खलु। अतः तत्र किमर्थं तत्र पिष्टे भवेत् इति इच्छामः नाम तेन तस्य प्रयोजनं किं नाम स्नेहः पिष्टे भवति चेत् नाम तत्र तस्य उपयोगः अस्ति वा अथवा नास्ति वा? तस्य उपयोगः अस्ति। कथं तत्र पिष्टावयवानां विलक्षणसंयोगः यथा वयं वदामः तत्र जलकारणात् एव भवति नो चेत् तत् समीचीनं न जलकारणात् भवति समीचीनं किन्तु किमर्थं स्नेहः पिष्टे भवति नाम अत्र पिष्टे भवति इति उक्तं खलु स्नेहः तु एतत् सर्वम् अन्ततो गत्वा पिष्टे भवति इति अस्ति किमर्थं किमर्थं तत्र अस्य आवश्यकता किमस्ति स्नेहः पिष्टे अस्ति इति पिष्टे अस्ति अस्य आवश्यकता का इति अस्माकं लक्ष्यं किम् वयं किम् इच्छामः अत्र कर्तुम् अथवा लेखकः वयमिच्छामः स्नेहः पिण्डिभावं प्रति यत् कारणं तत् कीदृशं कारणमस्ति इति खलु कारणम् अस्ति इति वक्तुम् इच्छामः अस्ति इति इच्छामः खलु बिन्दिभावं प्रति कारणम् अस्ति इति वक्तुम् इच्छामः खलु तर्हि कारणम् अस्ति इति यदि इच्छामः तर्हि प्रथमनिकषः कः किमपि कार्यं प्रति कारणम् अस्ति इति यदि वक्तुम् इच्छामः तर्हि प्रथमनिकषः कः अस्ति त्रयनिकषः तत्र प्राक् आदौ इत्युक्ते प्राग् भवेत् कार्यस्य सर्वदा भवेत् प्राग् भवेत् सर्वदा भवेत् प्राग् भवेत् अनन्तरं तत् इतोपि एकं सामान्याधिकरणं तत्र समानाधिकरणे भवेत् नाम समान अधिकरणं भवेत् खलु पिण्डिभावस्य अधिकरणं किम् अस्ति पिण्डिभावस्य अधिकरणं किम् अस्ति पिण्डिभावस्य अधिकरणं पिष्ठम् अस्ति पिष्ठे पिष्टः अस्ति अतः एव यदि वयं स्नेहः पिण्डिभावं प्रति कारणम् इति वक्तुम् इच्छामः अस्माकं प्रथमं कार्यमस्ति पिण्डिभावः अपि तस्मिन्नेव अधिकरणे अस्ति इति तस्य प्रदर्शनं अपेक्षितमस्ति खलु यदि नाम तत्र स्नेहः अन्यत्र जले अस्ति इति वदामः तेन न कोऽपि लाभः स्नेहः समान अधिकरणे अत्र पिष्टे भवेत् तत्र नास्ति इति तत्र न जानीमः कथं पिष्टे अस्ति इति न वक्तुं शक्नुमः तर्हि कारणम् अस्ति इति न वक्तुं शक्नुमः अतः प्रथमकार्यमस्ति केनापि सम्बन्धेन तत्र स्नेहः पिष्टपर्यन्तं तत्र तस्य नीतव्यमस्ति नाम तत्र अतः तत्र अत्र वयं किं कृतवन्तः तर्हि अत्र अस्मिन् वाक्ये स्नेहस्तु इति अस्मिन् वाक्ये किम् अस्ति स्नेह तु समवायेन जले विद्यमान स्वाश्रयसंयुक्तत्वसम्बन्धेन एव स्वाश्रयसंयुक्त इत्युक्ते अधुना जलपिष्टद्वयोः संयोगः जलस्य पिष्टस्य संयोगसम्बन्धः तत्र स्नेहः स्वाश्रयसंयुक्त स्नेहः वर्तते जले स्नेहः जले वर्तते स्वाश्रयसंयुक्तत्वसम्बन्धेन एव परम्परारूपेण पिष्टे भवति तत् अत्र वयं दृष्टवन्तः तत् स्नेहः पिष्टः द्वयोः मध्ये परम्परासम्बन्धः अस्ति जलमपि पिष्ट तयोः मध्ये परम्परासम्बन्धः नास्ति केवलं जलमपि पिष्ट तयोः मध्ये संयोगः अस्ति खलु जलं पिष्टं तत्र पिष्टद्वयोः मध्ये संयोगः सम्बन्धः परन्तु स्नेहः पिष्टे संयोगसम्बन्धः संयोगसम्बन्धः अत्र द्विनिष्ठः संयोगः इति तत्र गुणः तत्र संयोगः जले अपि अस्ति पिष्टे अपि अस्ति खलु अतः संयोगः इति मार्गः भवति जलात् पिष्टं पर्यन्तं गन्तुं यतोहि सम्बन्धः अस्ति तयोः मध्ये संयोगः इति सम्बन्धः संयोग इति अत्र सम्बन्धरूपेण संयोगसम्बन्धः अस्ति संयोगेन वयं जलात् पिष्टपर्यन्तं गन्तुं शक्नुमः अथवा पिष्टात् जलं पर्यन्तमपि गन्तुं शक्नुमः अतः द्विनिष्ठम् अपि तत्र अस्यां दिशि अपि गन्तुं शक्नुमः विपरीतदिशि अपि गन्तुं शक्नुमः यतोहि संयोगः एव अस्ति नाम अतः इदानीं स्नेहः जले समवायसम्बन्धेन अस्ति एतेन संयोगसम्बन्धेन वयं वक्तुं शक्नुमः नाम तत्र जलं संयोगसम्बन्धेरूपेण पिष्टे वर्तते अथवा पिष्टः संयोगसम्बन्धरूपेण जले वर्तते इति अपि वयं वक्तुं शक्नुमः संयोगम् इति सम्बन्धं स्वीकृत्य अधिकृत्य एतदेव अत्र उक्तमस्ति अतः तत्र साक्षात् सम्बन्धः नास्ति स्नेहः अपि पिष्टतयोः मध्ये किन्तु सम्बन्धद्वयम् अथवा सम्बन्धत्रयं यत्र अस्ति वयं वदामः सम्बन्धपरम्परा अतः परम्परारूपेण सम्बन्धेन परम्परारूपेण सम्बन्धेन एव पिष्टे भवति तत्र परम्परारूपेण सम्बन्धेन एव परम्परारूपेण तत्र विशेषणविशेषभावः अग्रे तर्हि तत्र इदानीं तत्र सुभाषय इति तस्य विवरणम् अग्रे त्वं स्नेहः स्वाश्रयः जलम् इत्युक्ते स्नेहः स्वं स्नेहस्य आश्रयः ज्वलं त्व एतस्य आश्रयः ज्वलं स्वाश्रयसंयुक्तं पिष्टम् अधुना स्वाश्रय इत्युक्ते जलं जलसंयुक्तं पिष्टं जलसंयुक्तं पिष्टं तादृशसंयुक्तत्वं पिष्टे जलसंयुक्तं पिष्टं जलस्य संयुक्तत्वं इत्युक्ते तत् एतादृशं संयुक्तत्वं पिष्टे वर्तते इति स्नेहनिष्ठकारणता अवच्छेदकसम्बन्धः स्नेहनिष्ठकारणता अधुना स्नेहः इति कारणं स्नेहनिष्ठकारणता अवच्छेदकसम्बन्धः स्वाश्रय इत्युक्ते जल जलसंयुक्तत्वरूपः स्नेहनिष्ठकारणता अवच्छेदकसम्बन्ध स्नेह इति कारणस्य अवच्छेदकसम्बन्धः इत्युक्ते जलसंयुक्तत्वरूपम् नाम स्नेहः केन रूपेण तत्र स्नेहः केन सम्बन्धेन तत्र पिष्टे अस्ति स्वाश्रयसंयुक्तरूप नाम स्नेहः जले अस्ति साक्षात् अपि जलेन संयुक्तः अस्ति पिष्टः खलु पिष्टः जलसंयुक्तः इति पिष्टः जलेन सह संयुक्तः अस्ति जलेन जलेन सह तत्र संयोगः तयोः मध्ये संयोगः वर्तते अथवा अन्यरीत्या वदामश्चेत् जलेन संयुक्तः पिष्टः इति तत्र पिष्टस्य विशेषणं पिष्टः जलेन संयुक्तः अथवा जलस्य विशेषणम् इच्छामश्चेत् किं भवति पिष्टेन कीदृशं जलम् इत्युक्ते जलसंयुक्तः पिष्टः समीचीनं जलसंयुक्तः पिष्टः अथवा पिष्टसंयुक्तं जलम् उत्तमम् अतः तत्र संयुक्तत्वम् इति एव तत्र सम्बन्धः भवति संयुक्तत्वम् इति पिष्टे अस्ति अतः एव तादृशसंयुक्तत्वं यतोहि संयुक्तम् अस्ति संयुक्तः अस्ति पिष्टः अतः संयुक्तत्वं पिष्टे अस्ति जलसंयुक्तत्वम् अपि तत्र स्व आश्रय तर्हि स्व आश्रयजलसंयुक्तत्व तद् एव तत् तत्र सम्बन्धः अतः तत्र अतः तेन सह सम्बन्धेन एव तत्र कारणतायाः अवच्छेदकः खलु नाम समवायेन अस्ति इति तत्र कारणतायाः अवच्छेदकः समवायः इति तथैव अत्रापि नाम एतत् यदि लिखितमस्ति चेत् कारणतायाः अवच्छेदकसम्बन्धः अस्ति चेत् वयं जानीमः ओ अस्तु अस्तु तेन सम्बन्धेन अधिकरणे अस्ति इति तावदेव खलु कारणतः अवच्छेदकसम्बन्ध इत्युक्ते कारणं केन सम्बन्धेन अधिकरणे अस्ति अधिकरणे अस्ति इति एव तत्र तत्र विषयः अधुना अग्रिमे तत् पिण्डिभावनिष्ठकार्यता अवच्छेदकसम्बन्धः तु समवाये अधुना पिण्डिभावः इति कार्यं तत् पिण्डिभावसमवायसम्बन्धेन पिष्टे वर्तते तत् पिण्डिभावनिष्ठकार्यता अवच्छेदकसम्बन्धः तु समवायः अतः स्नेहः पिण्डिभावं प्रति निमित्तकारणं भवति स्नेह इति कीदृशं कारणम् अन्तिमं तत् निमित्तकारणं न तु तत्र समवायकारणमस्ति चेत् तत्र अत्र कारणं स्नेहः अधिकरणं पिष्टः कार्यं पिण्डीभावः स्नेहः समवायिकारणं भव आसीत् चेत् तत्र केन सम्बन्धेन अधिकरणे भवेत् स्नेह तत्र तत्र यदा तत् यदा भविष्यति तत् तादृश तत् तदा स्नेहः साक्षात् समवायिकारणेन पिष्ठे भवेत् तादात्म्यसम्बन्धेन तादात्म्यसम्बन्ध अत्र सम्बन्धः तादात्म्यसम्बन्धः भवेत् किन्तु पृष्ठे स्थित्वा तत् जनयति इति भवेत् परन्तु तत् तादात्म्यसम्बन्धः न दृश्यते न दृश्यते अथवा यदि असमवायकारणम् अस्ति चेत् तत्र सम्बन्धः भवति तत्र समवायसम्बन्धः तदपि अत्र नास्ति असमवायकारणं यदा भवेत् तदा स्नेहः समवाये पिष्ठे तथैव पिण्डिभावः अपि समवायेन तिष्ठे पिण्डे एवं सर्वं भवितुम् अर्हति तदा असमवायिकारणं भविष्यति तदा परन्तु तादृशी स्थितिः नास्ति इति अस्तु एतदेव अग्रे तत्र पुनः तत्र किमर्थं निमित्तकारणम् इति तस्य तत्र स्पष्टीकरणार्थम् अग्रे उच्यते नाम तत्र असमवायिकारणस्थले किं किम् अस्ति इति पुनः तत्र उक्तमस्ति समीचीनं भगिनि धन्यवादः कोऽपि प्रश्नः एतावत् तत्र उषा भगिनी तत्र एकवारं वदति वा तत्र केन सम्बन्धेन कारणम् अधिकरणे अस्ति कार्यम् अधिकरणे अस्ति इति अत्र एकवारं केवल अभ्यासार्थम् अस्तु महोदय स्नेहः वयम् इच्छामः स्नेहः इति कारणं पिण्डीभावस्य कृते इति पिण्डीभावः इति कार्यं कीदृशं कारणम् अस्ति स्नेहः इति चेत् स्नेहः जले वर्तते स्नेहः जले समवायसम्बन्धेन वर्तते अपि च जलसंयुक्तपिष्ठेन पिष्ठे एव जलसंयुक्तपिष्ठे एव स्नेहः वर्तते इत्यपि वयं वक्तुं शक्नुमः नाम तत्र जलेन संयुक्तत्वपिष्ठे साक्षात् नास्ति किन्तु परम्परासम्बन्धेन वर्तते इति वयं वक्तुं शक्नुमः यतोहि स्नेहः जले समवायसम्बन्धेन अस्ति जलं पिष्टस्य कृते जलं युक्तं भवति चेत् एव पिण्डिभावः इति कार्यमपि कर्तुं शक्यते तदा किन्तु अत्र तत्र स्नेहः जले समवायसम्बन्धेन अस्ति जलं केन सम्बन्धेन सृष्टिः अस्ति संयोगसम्बन्धेन इति वयं वक्तुं शक्नुमः अथवा अत्र संयुक्तत्वसम्बन्धेन इति वक्तुं शक्नुमः तदा वयं वदामः स्नेहः पिष्टे परम्परासम्बन्धेन वर्तते इति तर्हि जलं पिष्टे जलं पिष्टे केन सम्बन्धेन अस्ति संयुक्तत्वसम्बन्धेन अस्ति इदानीं तर्हि इदानीं स्नेहः केन सम्बन्धेन जले अस्ति संयोग समवायसम्बन्धेन समवाय अतः तत्र वयं तत्र समवायसंयुक्तत्व इति तत्र तादृशविवरणं न दत्तम् अत्र तादृशमपि कर्तुं शक्नुमः किन्तु अत्र स्व आश्रय इति आगतं संयुक्तत्वसम्बन्धेन पिष्टे अपि च वयं जानीमः स्नेहः पिष्टे समवायीकारणं नास्ति यतोहि स्नेहः समवायीकारणम् इति चेत् स्नेहः पिष्टे तादात्म्यसम्बन्धेन भवेत् परन्तु परम्परासम्बन्धेन एव इति अपि च स्नेहः असमवायीकारणम् अपि नास्ति यतोहि स्नेहः समवायसम्बन्धेन पिष्टे नास्ति परम्परासम्बन्धेन अस्ति उत्तमं भगिनि समीचीनं भगिनि धन्यवादः अस्तु भगिनी प्रश्नः वा आम् आचार्य स्नेहः जले समवायसम्बन्धेन अस्ति वा? आं भगिनि, यतोहि स्नेहः गुणः कुत्र जलस्य लक्षणं वा? जलस्य लक्षणं नास्ति, जलस्य लक्षणं नास्ति, जले विद्यमानः एकः गुणः तावदेव। ओ जलस्य नाम गन्धवती पृथ्वी इति पृथिव्याः लक्षणवाक्यं, तत्र गन्धः एव प्रमुखः आसीत्। तादृशी अत्र स्थितिः अत्र नास्ति। जलस्य लक्षणं पूर्वं कृतं खलु? किम् आसीत् आचार्य तत् वाक्यं? जलस्य किं लक्षणमासीत्? अहमपि न स्मरामि, एकनिमिषः। कोऽपि स्मरति वा? अत्र तत्र पुस्तके द्रष्टव्यं भगिनि, सत्यं। यथा भवती दृष्टवती, अहमपि समीचीनं। तत्र किमर्थं पृच्छामि, यत्र वयं स्निग्ध इति गुणं पश्यामः किल, स्निग्ध भिन्नः, तत्र चतुर्विंशतिगुणेषु नास्ति कुत्रापि, केवलं स्नेह एव दृश्यते अत्र। स्निग्ध इति स्नेह इत्यस्मात् एव आगच्छति इति चिन्तयामि भगिनि। स्निग्धः इति तत्र स्नेह इति तस्य एव तत्र सम्बद्ध। तर्हि मम विषयः अस्ति किञ्चित् विनोदरूपेण, यदि कार्यं प्रति लड्डुकं प्रति गच्छेम तर्हि केवलं स्नेहभावेन लड्डुकनिर्माणं भवति, तर्हि तत्र स्निग्धता वा तादृशं प्रापयामः? तत्र प्रायशः तत्र करपत्रं यदस्ति तत्र तस्य उत्तरं भवति, नाम केवलं तत्र स्थूलरूपेण वदामि, नाम तत्र भगिनि तत्र जलस्य लक्षणम् आसीत् शीतस्पर्श स्पर्शवत्यः आपः, शीतस्पर्शवती, शीतस्पर्शवती इति। इदानीं तत्र शीतस्पर्शस्य विषये नास्ति स्नेहः, स्नेहः भिन्नः, स्नेहः भिन्नः, सत्यं। नाम किन्तु लक्षणवाक्यमासीत् आपः इति, शीतस्पर्शवत्यः पापः इति एव तत्र जलस्य लक्षणवाक्यं। तर्हि तत्र जले अपि तत्र तत्र गन्धः भवति खलु, नाम सेण्ट् इत्यादिकं तत्र जले एव अस्ति खलु। किन्तु अत्र न्यायशास्त्रे किं वदन्ति, तत्र शुद्धजले गन्धः नास्ति इति तेषां चिन्तनं। नाम यदा गन्धः जले भवति तदा किम् अस्ति, सूक्ष्मरूपेण पार्थिव पार्थिवपदार्थाः तत्र सन्ति, पार्थिवपरमाणुभिः तत्र संयोगः अस्ति कारणेन। तथैव अत्रापि जलीयपरमाणवः अत्र सन्ति, तेन तत्र संयोगः एतत् तैः संयोगः सर्वम् अस्ति इति कृत्वा एव तत्र स्नेहः इति अन्यत्र अपि तत्र दृश्यते इति तेषां चिन्तनं भवति। तत्र करपत्रे तत्र चर्चा भवति, तदा चिन्तयामः। समीचीनप्रश्नः एव भगिनि, समीचीनः अस्ति। अस्तु, इदानीं तत्र एकवारं वदति वा, तत्र स्नेहः पिष्टे केन सम्बन्धेन अस्ति इति, हिन्दीभावः स्नेहः स्व आश्रये वदामः का, स्नेहः स्व आश्रये जले समवायसम्बन्धेन अस्ति इति? आम्, स्नेहः समवायसम्बन्धेन जले वर्तते, जलस्य अनन्तरं संयोगः पिष्ठे अभवत्, अतः स्वाश्रये संयुक्तत्वरूपसम्बन्धेन पिष्ठे स्नेहः नाम स्नेहगुणम् इति आगतः अस्ति। स्नेहत्वगुणं पिष्ठे इदानीं स्वाश्रय स्व नाम अत्र स्नेहः स्व आश्रय अर्थात् स्व आश्रयः जलं तेन संयुक्तः इदानीं पिष्टः, तर्हि संयोगसम्बन्धेन अर्थात् अनन्तरं परम्परासम्बन्धेन स्नेहः पिष्ठे आगतः। नाम समीचीनं भगिनि, नाम जलम् इति वयं वदामः, जलं संयुक्तत्वसम्बन्धेन पिष्ठे अस्ति, नाम संयोगः अस्ति तयोः मध्ये इति कृत्वा जलं संयुक्तत्वसम्बन्धेन पिष्टे अस्ति, त पुनः पिष्टः संयुक्तत्वसम्बन्धेन जले अस्ति इति अपि वक्तुं शक्नुमः. अतः स्नेहः स्व आश्रय नाम जल संयुक्तत्वसम्बन्धेन पिष्टे अस्ति, अतः तत्र साक्षात् नास्ति किन्तु परम्परा, यतोहि सम्बन्धद्वयं स्वीकृत्य वयं तत्र सम्बन्धः कल्पितवन्तः. अतः यदा एतादृशी स्थितिः भवति तदा वयं वदामः परम्परा सम्बन्धः, साक्षात् एकः एव सम्बन्धः नास्ति किन्तु सम्बन्धद्वयं त्रयम् इत्यादिकं सम्बन्धानाम् आवलिः भवति चेत् वयं वदामः परम्परा सम्बन्धेन इति. नाम तत्र घटस्य रूपं, घटे विद्यमानं रूपं, तस्य रूपस्य अधिकरणं घटः, घटस्य अधिकरणं कपालः. वयं वदामः तत्र तदा रूपं, तत्र एतत् उदाहरणं वयं दृष्टवन्तः खलु, तत्र रूपं घटे अस्ति, घटः घटः पुनः कपाले अस्ति, अतः वयं वदामः रूपं घटस्य रूपम्, एतत् कपालस्य रूपं न किन्तु घटस्य रूपं कपाले परम्परासम्बन्धेन अस्ति, साक्षात् नास्ति किन्तु परम्परासम्बन्धेन कपाले अस्ति. अतः अत्रापि साक्षात् नास्ति किन्तु परम्परासम्बन्धेन पिष्टे अस्ति स्नेहः. अतः स्नेहः पिण्डिभावं प्रति निमित्तकारणम् इति. हा, निमित्तकारणं, यतोहि तत्र साक्षात् भवति चेत् तादात्म्यसम्बन्धः वा समवायसम्बन्धः इति वक्तुं प्रष्टुं शक्नुमः, किन्तु तादृशी स्थितिः अत्र नास्ति, अतः समवायिकारणमपि न भवितुमर्हति, असमवायिकारणमपि न भवितुमर्हति. कारणम् अस्ति चेत् केवलं निमित्तकारणमेव भवितुम् अर्हति इति अस्ति. अस्तु, समीचीनम्. अग्रे तर्हि, हा अग्रे तर्हि उषा भगिनी अग्रे पठति वा तर्हि. तथा हि तथा हि समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायः, प्रथम असमवायिकारणेऽपि सः एव, द्वितीय असमवायिकारणे तु कार्यता अवच्छेदकः समवायि समवायित्वं न न स्वसमवायि स्वसाक्ष्यम्यता. द्वितीय असमवायिकारणे तु कार्यता अवच्छेदकः स्वसमवायि समवायित्वं, समवायिकारणे कारणता अवच्छेदकसम्बन्धः तादात्म्यम्, असमवायिकारणतयोः तु उभयोः अपि समवायः एव. वक्ष्यमाणरीत्या चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायिसमवेतत्वं वा स्वसमवायिसमवेतत्वं वा द्वितीय असमवायिकारणे कारणता अवच्छेदकः, पक्षे च अस्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेन एव. तदा हि समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायः. समवायिकारणे वयं जानीमः कार्यता भगिनी, इदानीं कारण तत्र कार्यसारल्यार्थम् अस्माकं कार्यसारल्यार्थं केवलं किम् उक्तम् इति अत्र चिन्तयामः, अनन्तरं तत् कथम् इति चर्चयामः. अस्तु, नाम तत्र वै इति तत् तथैव अस्ति वा, एतत् सर्वं तत्र तस्य परिशीलनम् अनन्तरं कुर्मः. प्रथमतया किम् उक्तं तत् सम्यक् रीत्या अवगच्छामः, तावदेव प्रथमकार्यम्. अस्तु, नाम अस्माकारणे एतदेव भवति वा, एतत् सर्वम् अग्रे परिशीलनं तस्य. इदानीं केवलम् अत्र किम् उक्तं तावत्, तदनु चेत् सर्वम् एकस्मिन् समये कुर्मश्चेत् क्लेशः भवति. अस्तु अस्तु महोदय. हा, अतः किम् उक्तम् इति एव अस्माकम् अवगमनमिदे इदानीम्. ओके, तथा हि समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायः. समवायिकारणं वयं जानीमः समवायिकारणम् इति चेत् कार्यः अधिकरणे समवायसम्बन्धेन अस्ति इति, अवच्छेदकसम्बन्धः समवायः इति. नाम कार्यं समवायसम्बन्धेन अधिकरणे वर्तते इति अस्ति. अस्तु, समीचीनम्. अग्रे प्रथम असमवायिकारणेपि सः एव. असमवायिकारणमपि वयं दृष्टवन्तः. असमवायिकारणम् इत्युक्ते कार्यः कारणे समवायिकारणेन एव अस्ति, समवायसम्बन्धेन एव अस्ति इति. तत्र असमवायिकारणस्य द्वैविध्यम् अस्ति. तत्र असमवायिकारणं तस्य द्वैविध्यम् अस्ति, नाम द्विविध असमवायिकारण भवति. अत्र प्रथमविध असमवायिकारणस्य स्थले तत्र कार्यः कारणे अवच्छेदकसम्बन्ध अधिकरणे समवायसम्बन्धेन वर्तते इति. समीचीनम्. अस्तु, अग्रे द्वितीय असमवायिकारणे तु कार्यता अवच्छेदकः स्वसमवायिसमवायित्वम् इत्युक्ते द्वितीय असमवायिक द्वैविध्यं यत्र वयं दृष्टवन्तः अत्र कार्यता अवच्छेदकः समवायसम्बन्धः नास्ति, स्वसमवायिसमवायित्वम् इति भवति. तर्हि तत्र एकनिमिषः तत्र एतत् कुर्मः. तर्हि तत्र किम् उक्तम् इति तत्र किञ्चित् लिखामः. तर्हि नाम तत्र कार्यं किमपि तदपि समीचीनं नास्ति एकनिमिषः. तर्हि तत्र समवायिकारणं प्रथमविध असमवायि द्वितीयविध असमवायि तर्हि कार्यम्. तर्हि समवायिकारणे तत्र सम्बन्धः किमस्ति? समवायसम्बन्धः. प्रथम असमवायिकारणस्थले अपि कार्यम् असमवायसम्बन्धेन वर्तते, समवायसम्बन्धेन समवायसम्बन्धेन सम्बन्धेन वर्तते. किन्तु द्वितीयविध असमवायिकारणे स्वसमवायिसमवायसम्बन्ध समवायित्वम् इति सम्बन्धः. अस्तु, इदानीम् अग्रे किम् उक्तम्? समवायिकारणे कारणता अवच्छेदकसम्बन्धः तादात्म्यम्. वयं जानीमः समवायिकारणं यत् महोदय प्रथमम् उक्तम् अत्र कारणं तादात्म्यसम्बन्धेन अधिकरणे वर्तते. तादात्म्यसम्बन्धेन वर्तते. असमवायिकारणयोः तु उभयोः अपि समवायः एव. प्रथम असमवायि अपि च द्वितीय असमवायिकारण द्वयोः कृते अपि कारणं समवायसम्बन्धेन एव वर्तते. समीचीनं. तत्र असमवायिकारणतयोः इति अस्ति खलु द्वयोः तत्र विभक्ति तर्हि तयोः किं तयोः किं नाम तत्र प्रथम असमवायि अपि च द्वितीय असमवायि हा समवायि तस्य नाम तत्र तयोः पुस्तकं वा तयोः किं तयोः कारणं कारणं न यतोहि कारणतयोः सम्बन्धः समीचीनं कारणतयोः अवच्छेदकसम्बन्धः अवच्छेदकसम्बन्धः समवायः अवच्छेदकसम्बन्धः तु उभयोरपि अपि समवायः समीचीनं भगिनि तर्हि अत्रापि समवायः अत्रापि समवायः यदा वयं तत्र समवायिकारणं दृष्टवन्तः वयम् एतत् ज्ञातवन्तः खलु तत्र समवायः पितादात्म्यम् इति असमवायिकारणस्थले वयं प्रथमविध एव तत्र परिचितः नाम तत्र द्वितीयमपि दृष्टवन्तः किन्तु बहुकालात् प्राक् इति कृत्वा प्रायशः अस्माकं मनसि नास्ति किन्तु प्रथमविध असमवायिकारणं बहुवारं दृष्टवन्तः कार्यमपि समवायसम्बन्धेन अस्ति कारणमपि समवायसम्बन्धेन अतः द्वितीयविध असमवायिकारणं तत्र किञ्चित् पुनस्मरणम् अपेक्षितमस्ति कुर्मः तत्र परिच्छेदं सर्वं पठामः तदनन्तरं तत्र किम् अस्ति इति चर्चयामः अस्तु इदानीम् अग्रे किम् उक्तं तत्र चित्र वक्ष्यमाणरीत्या चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायिसम्बन्धत्वं वा स्वसमवायिसमवेतत्वं वा द्वितीय असमवायिकारणे कारणता अवच्छेदकः चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायिसमवेतत्वं वा द्वितीय असमवायिकारणे कारणता अवच्छेदकः समवायिसमवेतत्वं अग्रे अग्रे तस्य पुनस्मरणं कुर्मः भगिनि इदानीं किन्तु अतः तत्र अपेक्षितम् अस्ति नाम नो चेत् तत्र व्यभिचारः भवति इति कृत्वा वारणाय तस्य वारणार्थम् अतः केवलं यदुक्तं तद् अत्र प्रथमतया अवगच्छामः तदनन्तरं किम् उक्तम् इति अग्रे केवलं लिटल् मीनिङ्ग् प्रथमतया पश्यामः तदनन्तरं साक्षात् व्यभिचारः सत्यं भगिनि अतः तादृशं कार्यं तत्र दोषः भवेत् तद् वारणाय तद् न भवेत् इति कृत्वा कारणतः अवच्छेदकमपि निवेशयामः स स्वसमवायिसमवेतत्वं वा कारणतः अवच्छेदक नाम तत्र एतदपि तत्र समवायः अपि चिन्तयितुं शक्नुमः अवच्छेदकसम्बन्धः अथवा स्वसमवायिसमवेतत्वं तदपि तत्र कारणतः अवच्छेदकः भवितुम् अर्हति केवलं समवायसम्बन्धेन अस्ति इति मास्तु अन्यत् अपि अवच्छेदकसम्बन्धः भवितुम् अर्हति द्वितीय असमवायिकारणस्थले पक्षे च अस्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेन एव नाम तत्र किं भवति तत्र तदा किं भवति तत्र द्वितीय असमवायिकारणे वयं किं दृष्टवन्तः समवायिसम्बन्धेन अस्ति तदा कारणं समवायसम्बन्धेन भवति किन्तु यदि कारणम् अन्येन सम्बन्धेन भवति अधिकरणे तदा किम् अस्ति, तत्र अधिकरणस्य परिवर्तनम् अभवत् भगिनि, नाम एतादृशचिन्तने एकम् अधिकरणमस्ति, किन्तु कारणं स्वसमवायिसमवेतत्वं तेन सम्बन्धेन अस्ति चेत् तत्र किं भवति, भिन्नम् अधिकरणं भवति. तदा भिन्नम् अधिकरणं भवति चेत् कारणमपि नूतनसम्बन्धेन अधिकरणे अस्ति, कार्यमपि नूतनसम्बन्धेन अधिकरणे अस्ति. अतः कारणम् इदानीं समवायसम्बन्धेन नास्ति, किन्तु स्वसमवायसमवेतत्वसम्बन्धेन अस्ति. तदा किं भवति, कार्यं कार्यता अवच्छेदकः, नाम कार्यता परम्परासम्बन्धेन नास्ति अधिकरणे, किन्तु समवायसम्बन्धेन भवति. अतः अत्र विकल्पद्वयमस्ति, नाम एतादृशचिन्तनं कर्तुं शक्नुमः, अथवा तत्र विकल्पः अस्ति, अत्र अधिकरणस्य परिवर्तनं कुर्मः, तदा किं भवति, अत्र सम्बन्धः समवायः भवति, अत्र किं भवति, स्वसमवायि स्नेह अण्ड समवेतत्वं स्नेह अपि च पिण्डिभाव. न न, एतत् असमवायिकारणे एव भगिनि, किन्तु अत्र किम् अस्ति, अत्र एकम् अधिकरणम्, अत्र भिन्नम् अधिकरणम्. उदाहरणं पश्यामः, उदाहरणं पश्यामः, तदा समीचीनं भवति. किन्तु किम् उक्तं, वाट्स् द मेटर् इति केवलं. तदनन्तरं द्वितीय असमवायिकारणे कार्यं समवायसम्बन्धेन अपि वक्तुं शक्यते इति एकम् उदाहरणम् अस्ति. नाम एक एकरूपेण वदामश्चेत् द्वितीय असमवायिकारणे एकम् एकस्थितिः अस्ति, कार्यं स्वसमवायिसमवायित्वसम्बन्धेन अधिकरणे अस्ति, तस्मिन्नेव अधिकरणे कारणं समवायसम्बन्धेन सम्बन्धेन वर्तते इति एका स्थितिः. अथवा अन्या स्थितिः, अत्र किम् अस्ति, अन्यत् अधिकरणम् अस्ति, अत्र यत् अधिकरणम् आसीत् तदेव अत्र अधिकरणं नास्ति, अतः भिन्नम् अधिकरणं, किन्तु तस्मिन् अधिकरणे किं भवति, कार्यं समवायसम्बन्धेन अस्ति, कारणं तु स्वसमवायिसमवेतत्वसम्बन्धेन अधिकरणे भवति. अतः विवरणशैल्यां तत्र द्वैविध्यं वर्तते, एतदपि समीचीनम् अस्ति, एतदपि समीचीनम् अस्ति. किमर्थं तत्र मार्गद्वयं, यतोहि व्यभिचारवारणाय, केवलम् एकं स्वीकुर्मश्चेत् तत्र सर्वत्र एतत् कार्यं न करोति. अतः मार्गद्वयमपि अस्ति चेदेव सम्यक् रीत्या वयं तत्र विवरणं कर्तुं शक्नुमः, तत्र लक्षणं समीचीनं भवति इति. अस्तु अस्तु महोदय. इदानीम् अतः अत्र किं किं किमर्थम् एतत् सर्वम् अस्ति इति पुनः इदानीं पश्यामः, किन्तु प्रायशः तत्र समवायिकारणे कस्यापि प्रश्नः नास्ति इति मन्ये, खलु? समवायिकारणस्तरे कार्यं समवायसम्बन्धेन अस्ति अधिकरणे, कारणं तादात्म्यसम्बन्धेन अधिकरणे अस्ति. प्रश्नः अस्ति वा अत्र, नलिनी भगिनी, नीता भगिनी, प्रश्नः अस्ति वा अत्र? आचार्य, तत्र तत् स्वसमवायिसमवेतत्वं केवलं समवायिकारण न, तत्र तु स्पष्टता वर्तते, स्पष्टमस्ति. इदानीं प्रथमविध असमवायिकारणे अत्र प्रश्नः अस्ति वा? प्रायशः प्रश्नः नास्ति इति चिन्तयामः, किन्तु नास्ति खलु, अत्रापि प्रश्नः नास्ति खलु, प्रथम असमवायिकारणस्तदेपि प्रश्नः नास्ति. न आचार्य, अत्र उदाहरणमस्ति कपालद्वयसंयोगः, किल? समीचीनम्. कपालद्वयसंयोगः नाम घटः इति कार्यम् इति चिन्तयामश्चेत् घटं प्रति कपालः समवायिकारणम् अपि कपालसंयोगः, कपालद्वयसंयोगः एव प्रथम असमवायिकारणम्. उत्तमम्. अतः अत्र एतद्वयं वयं जानीमः, सम्यक् रीत्या जानीमः, केवलं तृतीये एव तत्र स्मरणं तत्र पुनस्मरणम् अपेक्षितमस्ति. आचार्य प्रथमस्य उदाहरणं किमस्ति? स्वयमवायः तथा तादात्म्यः घटः कपालः कपालः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन घटं जनयति अथवा घटे रूपम् अस्ति घटे रूपम् अस्ति तर्हि रूपस्य समवायीकरणमस्ति घटः अतः घटः तादात्म्यसम्बन्धेन स्वस्मिन् घटे स्थित्वा समवायसम्बन्धेन रूपं जनयति रूपं जनयति अतः यत्किमपि यं किमपि गुणं स्वीकृत्य तस्य अधिकरणं स्वीकृत्य तत्र समवायीकरणस्य उदाहरणं दातुं शक्नुमः नाम पृथ्वी तादात्म्यसम्बन्धेन स्पर्श्यां स्थित्वा गन्धं जनयति गन्धं जनयति तर्हि गन्धस्य समवायिकारणमस्ति पृथ्वी इत्यादिकं समीचीनम् अस्तु तर्हि समवायिकारणस्य जानीमः प्रथमविध असमवायिकारणमपि जानीमः इदानीं केवलं द्वितीयविध असमवायिकारणस्य तत्र उदाहरणं तत्र भवेत् अस्तु तर्हि तत्र तद् चिन्तयामः तत्र अत्र पुनः तत्र एतत् कुर्मः तर्हि अस्तु हा तर्हि तत्र उदाहरणं यत् पुस्तके दत्तमस्ति यत् तद् एतदस्ति हा तत्र रूपम् इति चिन्तयतु घटे घटः घटे रूपम् अस्ति घटः रूपस्य समवायिकारणम् इदानीं कपालः अस्ति घटः कपाले अस्ति इदानीं कपाले अपि रूपमस्ति खलु कपालः तत्र रक्तवर्णकपालः अस्ति चेत् घटस्य रूपमपि रक्तरूपं भवति खलु अतः घटस्य रूपं प्रति कपालरूपं कारणमस्ति खलु अतः तत्र संयोगमध्ये कारणकार्यभावः अस्ति रूपं कपालरूपं घटरूपं प्रति कारणमस्ति समीचीनं खलु घट कपालरूपं घटरूपं प्रति कारणमस्ति किन्तु अत्र समस्या अस्ति समस्या का कपालरूपं समवायसम्बन्धेन कपाले वर्तते रूपं समवायसम्बन्धेन कपाले रूपं समवायसम्बन्धेन घटे अपि अतः तत्र एतत् कारणम् एतत् कार्यं किन्तु अस्य अधिकरणं कपालः अस्य अधिकरणं घटः समानाधिकरणं नास्ति खलु नास्ति अतः समानाधिकरणं नास्ति किल आचार्य समानाधिकरणं नास्ति साक्षात् नास्ति किन्तु वयं जानीमः एतत् अस्ति कारणं तस्य कारणं घटरूपं प्रति कपालरूपं कारणं तु अस्ति अतः अधिकरणं समानाधिकरणं तत्र प्रदर्शनीयमस्ति तर्हि किं कुर्मः तत्र कपालं स्वीकृत्य कपालः एव अधिकरणं भवेत् इति चिन्तयितुं शक्नुमः अथवा तत्र घटः एव अधिकरणम् इति अपि चिन्तयितुं शक्नुमः तर्हि परन्तु अहं चिन्तयामि कपालः इति अधिकरणं स्वीकृत्य पूर्वं चिन्तितवन्तः किल रूपं घटे समीचीनं समीचीनं तर्हि इदानीं तदेव कुर्मः उत्तमं तर्हि इदानीं तदेव चिन्तनं कुर्मः तर्हि तत्र चिन्तनम् इदानीम् अस्माकम् अस्ति एतदस्ति कारणम् एतदस्ति कार्यम् इदानीम् अस्माकं चिन्तनमस्ति कपालः अधिकरणं भवेत् इति अस्तु तर्हि किं साक्षात् अधिकरणे अस्ति? अधिकरणे तत्र अस्मिन् काले रूपं साक्षात् कपाले, अहं वदामि बृहदिपदि समीचीनमेव, किन्तु रूपम् इति वदति चेत् तत्र क्लेशः भवति, कारणं वा कार्यं वा इति वदतु. नो चेत् आमां कारणम् अधिकरणेन सम्बन्धेन अधिकरणे अस्ति, समवायसम्बन्धेन. अतः एतत् समीचीनं खलु. इदानीं कारणं समवायसम्बन्धेन अधिकरणे अस्ति खलु. किन्तु कार्यम् अधिकरणे साक्षात् अस्ति वा? न. अत्र नास्ति, साक्षात् नास्ति. तर्हि तत्र वयं तद् इच्छामः, तत् अतः तत्र अधिकरणम् इति कपालः. तर्हि प्रथमतया वयं किं वदामः, रूपं कार्यं घटे अस्ति खलु. तर्हि समवाय इति सम्बन्धः. तत्र वयं घटरूपम् इति कार्यं घटे समवायसम्बन्धेन अस्ति, समवायसम्बन्धेन अस्ति. उत्तमं. इदानीं वयम् अत्र तस्मिन् समये यदा एतस्य चर्चा अभवत् तद् अग्रे वदामि, किन्तु प्रथमतया तर्हि रूपं घटे समवायसम्बन्धेन अस्ति, पुनः घटः समवायसम्बन्धेन कपाले अस्ति, अतः रूपं परम्परासम्बन्धेन कपाले अस्ति. किन्तु परम्परासम्बन्धेन अस्ति इति यदि वदामः तत् स्थूलरीत्या वदामः, एतद् नैयायिकाः न इच्छन्ति. नाम तत्र प्रिसैस् भवेत्, नाम केन सम्बन्धेन इति, समवायित्वसम्बन्धेन इति वदामः. अतः समीचीनं भगिनि, अत्र वयं तत्र अस्माकं तत्र वोकाबुलरी किम् आसीत् इत्युक्ते समवायि अथवा समवेतम् इति पदद्वयं भवति. समवाय इति अधोगमने, अस्तु लिफ्ट् अस्ति इति चेत् अधोगमने, गोयिङ्ग् डौन्. यथा तत्र मतु प्रत्यय तत्र उपरि गमने अस्ति खलु, अधोगमने. मतु नाम अधिकरणं, नाम गुणभान्, नाम यस्मिन् गुणः अस्ति तत्र मतु प्रत्यय अधोगमने, भावप्रत्ययः उपरि गमने. पुस्तकत्वं, पुस्तके अस्ति, पुस्तकस्य उपरि गच्छामः, तथैव अत्र समवेतम् इति उपरि, उपरि गमनार्थं. तर्हि अत्र वयं किं कृतवन्तः, स्व इति घटरूपं स्वसमवायी सम्बन्धेन घटे, पुनः घटः समवायीसम्बन्धेन कपाले. तर्हि स्वसमवायी समवायित्वसम्बन्धेन घटरूपं कपाले अस्ति, अधिकरणे अस्ति. तर्हि अत्र सम्बन्धः स्वसमवायि समवायित्वम्. आचार्य पुनः एकवारं कृपया अन्तिमं तत् समीचीनं भगिनि. नाम अत्र सम्बन्धः अस्ति समवायः, अत्रापि सम्बन्धः अस्ति समवायः. तदा वयं किं तत्र घटः किम् अस्ति, घटः रूपस्य समवायी अस्ति. नाम तत्र यतोहि रूपं घटे समवायसम्बन्धेन अस्ति, अतः तत्र इनि प्रथया नाम समवायी, समवायः तस्मिन् वर्तते. अतः रूपं समवायी, तत्र स्वम् इति रूपं, रूपस्य समवायी घटः, घटस्य समवायी कपालः. तर्हि वयं वदामः रूपम् इति स्वसमवायी समवायित्वसम्बन्धेन कपाले वर्तते इति. समवायी इति यदि वदामः तत्र अधोगमने समवायित्वसम्बन्धः, यथा तत्र संयुक्तत्वसम्बन्धः इति उक्तवन्तः, तथैव अत्र समवायित्वसम्बन्धेन इत्युक्ते अधोगमनम्. अतः रूपं स्वसमवायि समवायित्वसम्बन्धेन कपाले वर्तते, तर्हि रूपमपि अधिकरणे अस्ति, कार्यमपि अधिकरणे अस्ति, कारणमपि अधिकरणे अस्ति. अत्र सम्बन्धकारणतायाः अवच्छेदकः अस्ति समवायः, कार्यतायाः अवच्छेदकः अस्ति स्वसमवायि समवायित्वम् इति. तर्हि सर्वम् एकमेकं वदन्तु. तर्हि तत्र बृहल्लिनी भगिनी भवती आरम्भं करोतु. तर्हि तत्र स्थितिः का इति स्वशब्दैः वदतु तर्हि. अत्र घटरूपं प्रति घटरूपम् इति कार्यं कारणमस्ति कपालरूपं. तर्हि कपालरूपं रूपं जनयति इति वक्तुमिच्छामः. तर्हि कारणम् अस्ति कपालरूपं, तत् रूपं कपाले अधिकरणे समवायसम्बन्धेन वर्तते, यतो हि गुणगुणिनोः इति भावेन समवायसम्बन्धेन रूपं कपाले वर्तते. अनन्तरं घटरूपं तदपि घटे एव अस्ति पुनः गुणगुणिनोः भावेन. तर्हि घटरूपं घटे समवायसम्बन्धेन अस्ति, परन्तु इदानीम् अधिकरणं द्वयोः समानं नास्ति. एकः अस्ति कपालः, एकः अस्ति घटः. तर्हि समान अधिकरणं स्थापयितुं वयं कपालं प्रति गच्छेम. तर्हि कारणरूपं कपाले समवायसम्बन्धेन वर्तते, तथा रूपं घटरूपं घटे वर्तते समवायसम्बन्धेन. अनन्तरं घटः पुनः कपाले समवायसम्बन्धेन वर्तते. अवयव अवयवाव्यभिन्नोः इति रूपम् अस्ति किल. तर्हि इदानीं समान अधिकरणं स्थापितमस्ति. तर्हि इदानीं किं प्राप्तम् अस्माभिः? इदानीं कार्यम् अस्ति, कार्यमस्ति स्वसमवायि समवायित्वसम्बन्धेन कपाले, तथा कारणं केवलं समवायसम्बन्धेन. कारणं समवायसम्बन्धेन. समीचीनं, समीचीनं भगिनि. तत्र घटः रूपस्य समवायी इति वदामः. घटः रूपस्य समवायी नाम रूपः, रूपं समवायसम्बन्धेन घटे अस्ति. पुनः कपालः घटस्य समवायी नाम घटः कपाले समवायसम्बन्धेन अस्ति. अतः रूपं स्वसमवायि समवायित्वसम्बन्धेन कपाले अस्ति इति भवति. अस्तु, समीचीनम्. अस्तु, इदानीं नीता भगिनी भवती वदति वा? अधुना घटः तत्र अधिकरणरूपेण घटस्य रूपम् इत्युक्ते तत्र रूपं यत् कार्यं तत् घट एतस्य अधिकरणं, घटः इति अधिकरणं, रूपम् इति कार्यं, घटरूपं घटरूपं घटे वर्तते, कपालरूपं कपाले वर्तते. इत्युक्ते तत् घटरूपम् इति समवायिकारणं घटस्य, कपालरूपम् इति समवायिकारणं कपालस्य. क्षम्यतां, कपालरूपं कपाले वर्तते. क्षम्यतां, पुनः एकवारं. कपालरूपं कपाले वर्तते, घटरूपं घटे वर्तते, घटरूपम् इति कार्यं, घटरूपं कार्यं तत् समवायित्वसम्बन्धेन घटे वर्तते, कपालरूपम् इति कारणं समवायिसम्बन्धेन कपाले वर्तते. घटरूपस्य समवायिकारणं किम् अस्ति? घटरूपस्य समवायिकारणं घटः. तथैव कपालरूपस्य समवायिकारणं कपालः. अधुना तत्र द्वयोः रूपयोः अत्र इत्युक्ते तत्र कपालरूपं घटरूपं द्वयोः मध्ये कार्यकारणभावः अस्ति, यतोहि तत् कपालरूपकारणात् एव घटरूपं जनयति. अतः तत्र कार्यकारणभावः द्वयोः मध्ये तु अस्ति एव. अधुना तत्र स्व इति तत् घटरूपं घटे समवायेन वर्तते, तत् स्वसमवायि तत्र हा अधुना अत्र घटः कपालद्वयोः मध्ये समवायसम्बन्ध हा तत् घटः कपालद्वयोः मध्ये समवायसम्बन्ध अतः तत्र स्व इति रूपं तत् स्वसमवायि समवायित्व घटे कपाले वर्तते स्वसमवायित्वं कपाले वर्तते इति हा समीचीनं घटरूपं स्वसमवायि समवायित्वसम्बन्धेन कपाले अधिकरणे वर्तते अधिकरणे वर्तते एतत् सर्वं साधयामः तत्र कपालरूपं घटरूपं प्रति कारणमिति अस्ति परन्तु साक्षात् तत्र समानाधिकरणं न दृश्यते तत् वयं समानाधिकरणं साधयामः कथम् एन अनेन सम्बन्धेन स्वसमवायि समवायित्वम् इति सम्बन्धेन वयं समीचीनं भगिनि अतः नाम कारणस्य कृते किमपि न आवश्यकं यतोहि कारणम् अधिकरणे साक्षात् अस्ति केवलं कार्यम् अधिकरणं पर्यन्तं नेतव्यमस्ति अतः परम्परासम्बन्धेन नयामः इति समीचीनं भगिनि उत्तमं उत्तमं धन्यवादः अस्तु अग्रे उषा भगिनी स्वशब्दैः महोदय अस्माकं कार्यमस्ति घटस्य रूपं घटस्य रूपम् इति घटस्य रूपम् इति घटे समवायिसम्बन्धेन समवायसम्बन्धेन वर्तते घटः घटः अपि वयं वक्तुं शक्नुमः घटः घटं प्रति कपालः कारणं तथा वयं वक्तुं शक्नुमः घटस्य रूपं कपाले अधिकरणे स्वसमवायि समवायित्वसम्बन्धेन वर्तते इति यत्र स्व इति रूपं घटस्य रूपम् इति स्वम् इति वदामः चेत् स्वं स्वसमवायि स्वसमवायि इति घटं घटः सूचयति स्वसमवायि समवायित्वम् इत्यनेन कपालं कपालः अधिकरणं सूचयति कपालः एव अधिकरणं घटरूपं प्रति परम्परासम्बन्धेन वर्तते इति वक्तुं शक्नुमः कपालस्य कृते अपि रूपम् अपि अस्ति कपालरूपम् अपि समवायसम्बन्धेन कपाले एव वर्तते तर्हि अधिकरणं किम् अस्ति अत्र अधिकरणं कपालः अधिकरणं कपालः कारणं किमस्ति कारणं कपालरूपं कारणम् इति अपि वक्तुं शक्नुमः कपालरूपं कारणं कार्यं किमस्ति कार्यं किमस्ति कार्यं घटरूपं घटस्य रूपं घटरूपं समीचीनं घटरूपं घटस्य रूपं कार्यं कपालस्य रूपं कारणं अधिकरणमस्ति कपालः कपालः कारणं साक्षात् अधिकरणे अस्ति खलु तत्र सम्बन्धेन कार्यं रूपं कपाले अधिकरणे स्वसमवायि समवायित्वसम्बन्धेन वर्तते वर्तते कार्यं कारणं कार्यं कारणं सम्बन्धेन कारणं स्व न स्व समवायसम्बन्धेन एव वर्तते हा इति उत्तमं भगिनि उत्तमं भगिनि हा कपालरूपं गुणः इति कृत्वा तत्र समवायसम्बन्धेन वर्तते अतः अतः एषा स्थितिः अस्ति खलु अत्र कारणं समवायसम्बन्धेन कार्यं स्वसमवायिसमवायित्वम् इत्यनेन प्रथम द्वितीयसमवायिकारणम् अत्र एषा स्थितिः अस्ति खलु अत्र अधिकरणं किम् आसीत् कपालः कपालः अत्र इति समीचीनं खलु अत्र केवलम् एकं वक्तुम् इष्टवान् नाम कपालः किं भवति तत्र रूपस्य समवायिसमवायि भवति कपालः साक्षात् रूपस्य समवायिसमवायि भवति अतः रूपं स्वसमवायि समवायित्वसम्बन्धेन कपाले अस्ति इति वदामः तावदेव इदानीं द्वितीय तत्र द्वितीयस्थितिः अस्ति खलु तत् कथम् इति पश्यामः तत्र किमस्ति, तत्र कार्यं समवायसम्बन्धेन सम्बन्धेन अस्ति, किन्तु कारणं परम्परासम्बन्धेन अस्ति. अस्तु, देन् घटः इति अधिकरणं. हा समीचीनं भगिनि. हा तर्हि कार्यम् एतदेव उदाहरणं, किन्तु भिन्नरीत्या विवरणं कर्तुं तावदेव. अत्र वयं किं स्वीकृतवन्तः, कपालः एव अधिकरणम् इति अस्माकम् इच्छा आसीत् एतावत्. किन्तु तदेव भवति इति तत्र कोऽपि नियमः नास्ति. घटः किम् अधिकरणम् इति स्वीकृत्य तत्र साधयितुं शक्नुमः, कारणकार्यभावः शक्नुमः. अतः इदानीम् इदानीं तत्र वयं किं कुर्मः, एतावत् वयम् अधिकरणं तत्र अत्र ए इति लिखामः अस्तु, अथवा एतद् बि इति लिखामः अस्तु. अत्र ए इति कपालः अधिकरणम् आसीत्, इदानीं बि मध्ये घटः अधिकरणं भवति. अस्तु, इदानीं पूर्वं कारणं साक्षात् अधिकरणे आसीत्, किन्तु इदानीं कार्यं साक्षात् अधिकरणे अस्ति, समवायसम्बन्धेन अस्ति. समवायसम्बन्धः अतः इदानीं किं कर् किम् अधिकरणे नास्ति, कारणम् अधिकरणे नास्ति, साक्षात् नास्ति. कारणं कपाले अस्ति, किन्तु कपालः घटे अस्ति वा? कपाले घटः कपाले घट कपाले अस्ति, किन्तु कपालः घटे नास्ति. तर्हि किं कुर्मः? हा तर्हि अत्र किमस्ति, समवायि इति अधोगमनार्थं, समवेतम् इति उपरि गमनार्थम्. उपरि गमनं, सो कपालः टुवर्ड्स् घट. ओके, हा अत्र अस्मि अस्यां दिशि समवेतत्वम्, अस्यां दिश्यां समवायित्वम्. समवेतत्वम् उपरि, समवायित्वम् अधो. तर्हि कारणं रूपम् इति, रूपम् इति कारणम्. इदानीम् अस्माकम् अधिकरणं घटः इति, तर्हि कार्यम् अधिकरणे समवायसम्बन्धेन, समवायसम्बन्धेन तद् टिक् कृतवन्तः. इदानीं कारणं, कारणं कपालरूपं, कपालरूपं साक्षात् कपाले समवायेन वर्तते. अतः स्वसमवायि, किन्तु उपरि गमनम् इदानीं करणीयं. तर्हि स्वसमवायि अधोगमनं, पुनः उपरि गमनं समवेतत्वम्, नाम घटः कपाले समवेतः अस्ति. नाम यत्र घटः कपालः, तत्र तत्र किमस्ति, तत्र घटः इति चिन्तयतु, घटः कपालः एषः अस्ति समवायि, एतः अस्ति समवेतः. नाम वयं वदामः घटः कपाले समवेतः, नाम घटः समवायसम्बन्धेन कपाले वर्तते इति वदामः. तथैव तत्र हा क्षम्यतां, तत्र हा समवेतः इति उपरि गमनः, नाम तत्र हा उपरि गमनार्थं समवेतत्वम् इति स्वीकृतवन्तः. अस्तु, तत्र अग्रे तद् वदामि, इदानीं मास्तु. तर्हि उपरि गमने समवेतत्वं, तर्हि स्वसमवायि समवेतत्वसम्बन्धेन कपालरूपं घटे घटे वर्तते वर्तते. अतः अधिकरणं घटः इति यदि चिन्तयामः, तर्हि कार्यं समवायसम्बन्धेन अस्ति, किन्तु कारणं कपालरूपं साक्षात् नास्ति, किन्तु परम्परासम्बन्धेन अस्ति. कः परम्परासम्बन्धः इत्युक्ते स्वसमवायि समवेतत्वसम्बन्धेन घटे वर्तते इति तत्र एषा स्थितिः तत्र आगता. कार्यं समवायसम्बन्धेन, कारणं परम्परासम्बन्धः, अत्रापि परम्परासम्बन्धः, अत्र साक्षात्. अतः तेन वयं किं जानीमः, यत्र तत्र साक्षात् समवायसमवाय नास्ति, परम्परा अस्ति, तदपि असमवायिकारणं भवितुम् अर्हति, किन्तु तत्र अपि विशिष्टसम्बन्धः एव अस्ति। एतादृशी सम्बन्धः तत्र स्नेहस्य मध्ये नासीत् खलु, स्नेहः स्वसमवायिसमवायित्वसम्बन्धेन अथवा न, स्नेहः आध्यात्मसम्बन्धेन नासीत्, समवायसम्बन्धेन नास्ति, स्वसमवायिसमवेशत्वसम्बन्धेन अपि नास्ति, तदपि नासीत्, तत्र स्वसमवायि संयुक्तत्वसम्बन्धेन आसीत्। अतः कारणतायाः अवच्छेदकः न कोऽपि, यत्र अत्र किं लिखितमस्ति तद् कार्यतः कारणतः अवच्छेदकः नासीत्, अतः तत्र स्नेहः निमित्तकारणं, यतोहि प्रथमविध असमवायिकारणं नास्ति, द्वितीयविध असमवायिकारणं नास्ति, समवायिकारणं नास्ति, अतः निमित्तकारणम् इति वयं वक्तुं शक्नुमः इति अस्ति। तत्र तत्र नाम इदानीं केवलं तत्र शीघ्रतया सर्वे वदन्तु, हा तर्हि तत्र मृणनि भगिनि, तर्हि तत्र कारणम् इदानीं यदि घटः इति अधिकरणम् इति इच्छामः तर्हि कारणं केन सम्बन्धेन घटे अस्ति? कारणं समवाय स्वसमवायसमवेतत्वसम्बन्धेन घटे अस्ति। स्वसमवायिसमवेतत्व स्वसमवायिसमवेतत्वसम्बन्धेन घटे कारणं घटे अस्ति। अपि कार्यं साक्षात् समवाय अधिकरणे समवायसम्बन्धेन अस्ति इति अस्ति। एतदस्ति द्वितीय असमवायिकारणं, तस्य उदाहरणं। तत्र रूपं स्थाने सङ्ख्या, परिमाणम्, अतः बहु तत्र अनेकविध तत्र यः कोऽपि गुणः अस्ति, नाम तत्र कपालः घटः, तत्र पटः अपि तत्र तन्तुः, पुनः रूपम् अथवा अन्यत् किमपि, अतः तत्र द्वितीयविध असमवायिकारणं बहुत्र वर्तते, तर्हि चिन्ता एव नास्ति। अतः एतत् बहु अनेकस्थले आगच्छति एतत्। तर्हि तर्हि अत्र पुनः नीता भगिनी तत्र वदति वा, तत्र यदि अधिकरणं घटः इति चिन्तयामः तर्हि किं किम् अभवत् अत्र? घटः इति अधिकरणं खलु, तद् यदा घटः इति अधिकरणं तदा रूपं रूपं स्वसमवायं वा कारणं वा, कारणं वा कार्यं वा, यदा घटः इति अधिकरणं तत् रूपं कारणं भवति, तत् कारणं स्वसमवायिसमवेतत्व सम्बन्धेन घटे वर्तते। स्वसमवायिसमवेतत्सम्बन्धेन घटे कपालरूपं घटरूपम् अस्तु, अस्तु कपालरूपं कपालस्य रूपं घटे केन सम्बन्धेन अस्ति? कपालस्य रूपं घटे स्व कपालस्य रूपं घटे स्वसमवायिसमवेतत्वसम्बन्धेन घटे इति योग्यं। परन्तु तत्र घटस्य रूपं चिन्तयामः वा तत्तु समवायसम्बन्धेन एव घटे वर्तते। अतः साक्षात् अस्ति, साक्षात् अधिकरणे अत्र, तर्हि नाम साक्षात् नाम एतत् वयं तत्र अस्ति इति वक्तुं शक्नुमः, अत्र कल्पना भवेत् खलु, नाम तत्र वयम् एव ओ अस्तु अस्तु अधिकरणं पुनः अधिकरणम्, अतः अधिकरणस्य अधिकरणम् अथवा अधिकरणस्य उपरि गमनम् एतत् सर्वं कल्पना भवति अत्र, तत्र कल्पना, अतः तत्र कल्पना अपेक्षिता इति कृत्वा तत्र परम्परा इति वदामः तावदेव। चिन्तनेन तादृशी तादृशसम्बन्धः वयं कल्पयामः, यतोहि तत्र कारणमपि कार्यं तयोः समान अधिकरणं भवेत्, नो चेत् एतत् अन्यस्य कारणमिति न वक्तुं शक्नुमः इति अस्ति। अस्तु तर्हि तर्हि पुनस्मरणं जातम् इति मन्ये द्वितीयविध असमवायिकारणस्य, अतः तत्र एतस्य आधारेण अग्रे अग्रिमवर्गे पठामः, तदनन्तरं तत्र केवलं जलमात्रवृत्ति इति करपत्रमपि एतत् समाप्य तदनन्तरं करपत्रं पठामः परि अस्तु. बहु समीचीनम् अस्ति. धन्यवादः. धन्यवादः. अवगमनम् अभवत् इति मन्ये खलु? आं महोदय. आम् अस्तु. समीचीनं. धन्यवादः. नमस्कारः. अग्रिमे वर्गे मिलामः. धन्यवादः.